अस्तु, तर्हि इदानीं वेदस्य निखिलावधिकत्वं भवति किम् इति प्रसङ्गे स्मः वयम्. अत्र गतसप्ताहे यत्किमपि परिशीलितवन्तः तत्र किमपि प्रश्नः अस्ति वा, नो चेत् अग्रे गन्तुं शक्नुमः. प्रश्नः नास्ति, परन्तु एकवारं वदामि वा किम् अवगतमिति. हा, निश्चयेन महोदय. अत्र अस्तु एकक्षणम्, इदानीम् अन्ये केनापि आगतं खलु, नाम उच्यतां कृपया. हरि ओम्. अस्तु वदतु महोदय. अत्र भेदविषये अत्र प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति इति तदेव अस्ति. अनन्तरं तस्य अवधिविषये, भेदस्य अवधिविषये अत्र घटः इति स्वीकुर्मः चेत् घटभेदः सर्वत्र अस्ति, परन्तु तस्य एकः एव अवधिः इति. घटभेदः सर्वत्र अस्ति इत्युक्ते किं? घटं विहाय सर्वत्र अस्ति, परन्तु तस्य अवधिविषये एकः अवधिः एव. एकः अवधिः इत्युक्ते, हा सत्यं, तर्हि घटभेदस्य अवधिः कः? घटः एव. सत्यम् इत्युक्ते तर्हि तत्र भेदस्य प्रसङ्गे अवधिः इत्युक्ते प्रतियोगी एव. हा, प्रतियोगी एव, उत्तमम्. पृथक्तस्य विषये तत्र अनेकावधिकत्वम् अस्ति, परन्तु तत्र स्वयं सर्वत्र नास्ति इति कृत्वा अत्र अवयव अवयविनोः अपि विचारः अस्ति, ततः तत्र निखिलावधिकत्वं नास्ति इति. सत्यम् इत्युक्ते पृथक्त्वम् इति, तर्हि पृथक्त्वं कुत्र अस्ति इत्युक्ते पृथक्त्वम् इत्युक्ते किं? पृथक्त्वम् इति कश्चन गुणः. पृथक्त्वं प्रतियोगी किम् अस्ति तत्रैव अस्ति, तस्मिन्नेव अस्ति. हा, पृथक्त्वस्य प्रसङ्गे प्रतियोगी इति नास्ति खलु? पृथक्त्वम् इत्यस्य प्रसङ्गे तत्र आश्रयः इति वदामः. तर्हि घटे यत् पृथक्त्वम् अस्ति तस्य आश्रयः अस्ति घटः. तर्हि इदानीं घटे यत् पृथक्त्वम् अस्ति तस्य अवधिः कः अथवा अवधयः के? अवधेयः अन्य घटं विहाय अन्य द्रव्याणि अवधेयः भवन्ति. केवलं घटं विहाय अन्यद्रव्याणि इति वा? घटं विहाय च स्वस्मिन् अवयवानि विहाय सत्यम् अन्यद्रव्याणि इति. सत्यं, तर्हि तत्र अवयव घटस्य अवयवः अवयवाः ये ये सन्ति ते तु घटे यः यत् प्रतियोगि क्षम्यतां घटे यत् पृथक्त्वम् अस्ति तस्य अवधेः नास्ति खलु, अवधेः नास्ति इति कृत्वा तत्र घटे यः यत् पृथक्त्वम् अस्ति तस्य अवधिः इति चिन्तयामः चेत् घटं प्रथमं तत्र तस्य अवधिः नास्ति, अपि घटे घटस्य अवयवः अपि तस्य अवधिः इति नास्ति इति कृत्वा घटे यत् पृथक्त्वम् अस्ति तस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम्. तत्र पृथक्त्वमपि एकमेव इति अपि अस्ति. पृथक्त्वम् इति एकमेव वा? अत्र घटस्य विषये केवलं घटे एव किल. उत्तमं, सत्यं, घटे इति एकमेव पृथक्त्वम् अस्ति. सत्यं, घटे एकमेव पृथक्त्वं, तस्य अवधिः विभिन्नः. परन्तु भेदस्य प्रसङ्गे भेदः प्रतियोगिनः सर्वत्र अस्ति, परन्तु तस्य भेदस्य अवधिः एकः एव इति. एकः एव, अपि च भेदः तु भिन्नभिन्नभेदः अस्ति खलु, इत्युक्ते घटे घटभेदः अस्ति, मठभेदः अस्ति, वृक्षभेदः अस्ति इति तत्सर्वं भवति. उत्तमम्. अस्तु तर्हि भगिनि एकः प्रश्नः, भेदस्य विषये, भेदस्य विषये घटभेदः इत्येव अस्माभिः दर्शनं किल, घटत्वस्य भेदः इति चर्चां कदापि भवति वा? तादृशचिन्तनं सम्यक् वा न वा? पुनः वदतु महोदय, क्षम्यतां, पुनः पृच्छतु. घटभेदः, घटभेदः, घटः पटाद् भिन्नः इति वयं व्यवहरामः, किन्तु घटत्वं पटत्वाद् भिन्नः इति भेदस्य विषये चर्चां कर्तुं समीचीनं वा न वा इति. भेदस्य विषये चर्चा इति घट, सत्यं, तर्हि घटः पटात् भिन्नः, हा, तत्र सोपानेन गच्छेम इति वयं घटः पटात् भिन्नः, पटः मठात् भिन्नः इति वयं व्यवहरामः भेदस्य विषये. घटत्वं घटत्वं पटत्वात् भिन्नः इत्यपि भेदस्य वर्णनं कर्तुम् अर्हति वा न वा इति. सत्यं खलु, यतोहि तत्र विद्याधरी पुस्तकं. हरि ओम्. हरि ओम् भगिनि. हा हरि ओम्. तत्र न भवतः सकाशे विद्याधरी इति पुस्तकम् अस्ति खलु, अस्माकं पुस्तकम् इदानीम् अस्ति वा? तत्र पश्यतु, पृष्ठसङ्ख्या के, तत्र अष्ट इति पृष्ठसङ्ख्या अस्ति खलु, अष्टमतमे पुटे तत्र एकं चित्रमस्ति, तत्र द्रव्ये के के पदार्थाः सन्ति, गुणे के के पदार्थाः सन्ति. अत्र पश्यति चेत् अभावः इति सर्वेषु पदार्थेषु वर्तते. तर्हि इदानीं घटत्वम् इति वदामः चेत् घटत्वम् इति कीदृशपदार्थः? सामान्यं सामान्य अभावः अस्ति वा? अस्ति एव. अस्ति, तर्हि भेदः इत्युक्ते किम्? अन्योन्यभावः. तर्हि तत्र भवितुम् अर्हति खलु? घटत्वस्य अभावः अपि भवितुम् अर्हति, अतः तादृशं वयं व्यवहारं कर्तुं शक्यते एव. सत्यं, घटत्वस्य घटत्व अभावप्रतियोगी घटत्वमेव. सत्यं, तर्हि तत्र घटत्वम् इत्युक्ते घटभेदः इति वदामः चेत् तस्य प्रतियोगी कः? घटाभावप्रतियोगी घटः एव. सत्यं, तद्वत् घटत्वाभावप्रतियोगी किम्? घटत्वाभावप्रतियोगी घटत्वम् एव. तावदेव खलु, अवगन्तम्, अवगतवान् भगिनि. इत्युक्ते घटत्व सामान्यविषये अपि भेदस्य चर्चां भवितुम् अर्हति इति एव. सत्यं सत्यं, तत्र अन्योन्यभावः इति अभावः एव खलु, तत्र अस्माकं स्मर्तव्यं खलु, तत्र भेदः इति यद्यपि वयं वदामः, भेदः इत्युक्ते वस्तुतः अन्योन्यभावः एव. तत्र नास्ति इति प्रसङ्गः एव वस्तुतः खलु, घटः पटः न इति एव तत्र घटः पटात् भिन्नः इत्युक्ते. सत्यं, आम् तर्हि तत्र अभावस्य प्रसङ्गः एव. तर्हि अभावस्य प्रसङ्गः इत्युक्ते अभावः तु सर्वत्र वर्तते. आम् आम् षट् पदार्थानां मध्ये अपि वर्तते. अस्तु भगिनि उत्तमं धन्यवादः. हा अस्तु अभ्यन्तरे अन्य कोऽपि आगतवान् वा? अस्तु भगिनि, पुष्पा भगिनी अस्मि. नमस्कारः भगिनि. नमस्कारः. शब्दः अस्ति, शृणोमि. अत्र अस्तु अस्तु, चिन्ता नास्ति. चिन्ता कार्यानम् अस्तु अस्तु, चिन्ता नास्ति. अस्तु तर्हि इदानीं शकुनमहोदय, भवानेव अग्रे पठति वा तत्र करपत्रात्? आं, कुतः आरभ्य भगिनि? तत्र तर्हि बोध्यं यत् इत्यस्मात् इति चिन्तयामि खलु. तर्हि तत्र वेदस्य लावधिकत्वं भवति किं? तर्हि बोध्यं यत् इति वा? हा सत्यं. तत्र विषयं किं, भेदस्य निखिलावधिकत्वं भवति किम् इति? सत्यं. तर्हि बोध्यं यत् प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् घटभेदस्य निखिलावधिकत्वम् अस्ति. घटभेदस्य अवधिकः अवधिः कः? पटः घटाद् भिन्नः इति प्रतीतौ घटभेदः कुत्र? पटे. अस्याञ्च प्रतीतौ अवधिः कः? घटः. घटाद् भिन्नः किल? अत्र घट एव अवधिः. अतः घटभेदस्य अवधिः घटः एव. घटभेदः घटं विहाय सर्वत्र भवति. किन्तु यत्र यत्र घटभेदः भवति, पटे, मठे, वृक्षे, तत्र सर्वत्र तस्य घटभेदस्य अवधिः भवति घटः एव. घटाद् भिन्नः इति सर्वस्यां घटभेदविषयकप्रतीतौ श्रूयते किल. इदानीं चिन्तनं घटभेदस्य न वा भेदस्य निखिलावधिकत्वम् अस्ति वा न वा इति. प्रतियोगिनं विहाय घटभेदः सर्वत्र अस्ति इति वयं पूर्वं दृष्टवन्तः. किन्तु तत् तस्य अवगमनं नास्ति यत् घटभेदस्य निखिलावधिकत्वम् अस्ति इति वयं न निश्चयं कुर्मः. किमर्थम् इत्युक्ते घटभेदस्य अवधिः कः इति यदापि घटभेदः पटे, वृक्षे, पुस्तके इत्यादि सर्वत्र वस्तूनि वर्तते, किन्तु घटभेदस्य अवधिः एकमेव, तत्तु घटः एव. किमर्थम् इत्युक्ते घटाद् भिन्नः इत्येव प्रश्नः तत्र. अतः घटमेव तत् प्रश्नस्य आधारः. अतः एक घटमेव घटभेदस्य अवधिः. अतः एकमेव अवधिः, अतः निखिलावधिकत्वं भेदस्य नास्ति इति. हा इत्युक्ते हा तदेव अग्रे अपि इतोपि किञ्चित् उक्त्वा महोदय प्रतिपादयति. तर्हि तदपि पठतु महोदय, यत् भवान् उक्तवान्. इत्युक्ते घटभेदस्य अवधिः भेदस्य अवधिः एकमेव इति अपि वयं वक्तुं शक्नुमः किल? सत्यं सत्यं, प्रतियोगी इत्येव घटस्य क्षम्यतां भेदस्य. यदा पृथक्त्वस्य विषये पृथक्त्वम् एकमेव इति वयं वदामः, अवधिविषये भेदस्य एकमेव अवधिः इति, प्रतियोगी एव तत् इति. सत्यं पृथक्त्वस्य विषये पृथक्त्वम् इति गुणः अस्ति इति कृत्वा पृथक्त्वम् इति एकमेव अस्ति तत्र तस्य आश्रये तद्वत् तत्र तद्वत् इति न परन्तु भेदस्य तत् किञ्चित् आश्रयः विभिन्नाः परन्तु अवधिः तु एकमेव एक एव सत्यम् अवधेहे अधिकरणम् इति अपि चिन्तनं समीचीनं वा अवधेहे अधिकरणं घटाद् भिन्नः तादृशं नास्ति अवधिः हा भेदस्य अधिकरणं खलु भेदस्य अवधिः अस्ति अवधिः इत्युक्ते प्रतियोगी इत्येव तर्हि प्रतियोगी इत्यस्य अधिकरणं यदस्ति तदेव अवधेः अधिकरणमपि खलु आम् आम् आम् आम् आम् अस्तु बहु अग्रे पूर्वञ्च बहु पूर्वञ्च अस्माभिः उक्तं यत् भेदविषये अवधिः प्रतियोगी एव अधुना सिद्धं यत् तत् सत्यमपि अतः वस्तुतः घटभेदः निखिलावधिकः अपि नास्ति अनेकावधिकः अपि नास्ति घटभेदः एकावधिकः एव घटभेदस्य एक एव अवधिः घटः एव यद्यपि घटभेदः बहुत्र अस्ति घटं विहाय सर्वत्र किन्तु तत्र सर्वत्र घटभेदस्य अवधिः घट एव अतः घटभेदः एकावधिकः इति स्पष्टतया वदति घटभेदस्य निखिलावधिकम् निखिलावधिकत्वमपि नास्ति अनेकावधिकत्वम् अपि नास्ति किन्तु तत् एकमेव तत् किम् इत्युक्ते तदेव तत् प्रतियोगी एव इति भेदः एकावधिकत्वमेव भेदस्य एकावधिकत्वमेव अस्ति अपि च भेदस्य विषये सर्वत्र तथा पटभेदः अपि तथा एकावधिकः मठभेदः अपि तथा एकावधिकः अतः भेदस्य स्वभावः एवं तस्मिन् एकावधिकत्वं पृथक्तस्य अनेकावधिकत्वं भेदस्य एकावधिकत्वं द्वयोः नियतावधिकत्वम् अपि च द्वयोः मध्ये कस्यापि निखिलावधिकत्वं नास्ति तर्हि विश्वे कस्य निखिलावधिकत्वम् इति अनन्तरं चिन्तनमस्ति किन्तु अत्र सारांशरूपेण महोदयेन वदति पृथक्त्वस्य अनेकावधिकत्वं भेदस्य एकावधिकत्वं पृथक्त्वस्य भेदस्य च नियतावधिकत्वमपि अस्ति किन्तु द्वयोः किमर्थं मध्ये इति तत्र पदमस्ति द्वयोः कस्यापि निखिलावधिकत्वम् इति एव किल हा द्वयोः मध्ये इत्युक्ते द्वयोः यदा वयं वदामः खलु रामेण सह गच्छति रामेण गच्छति द्वयमपि समानमेव खलु आम् आम् आम् ओ मध्ये इति पदम् उपयुज्यते चेत् पृथक्त्वस्य भेदस्य किमपि सन्देहम् सम्बन्धः सूचयति वा इति मनसि प्रश्नः आगच्छति अतः एव पृष्टवान् इत्युक्ते तादृशं नास्ति किञ्चित् तत्र इतोपि स्पष्टतया वदनार्थमेव इत्युक्ते तत्र एम्फसिस् इति वदामः खलु अपि च द्वयोः मध्ये निखिलावधिकत्वं नास्ति इत्येव किन्तु विश्वे कस्य निखिलावधिकत्वम् इति अनन्तरं चिन्तनं वर्तते उत्तमं महोदय रामप्रिया भगिनी भवती पठति वा अग्रे आं भगिनि कस्य निखिलावधिकत्वं पृथक्त्वस्य निखिलावधिकत्वं नास्ति भेदस्य निखिल अवधिकत्वं नास्ति संयोगस्य निखिलावधिकत्वं नास्ति विभागस्य निखिलावधिकत्वं नास्ति वस्तुतः विश्वे निखिलावधिकत्वं कस्यापि नास्ति निखिलावधिकत्वं न भवति एव कस्यचिदपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति किन्तु कुत्रचित् पूर्वपक्षिणः सिद्धान्तिनः वा विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति तस्य च निखिलावधिकत्वस्य सम्प्रति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासावसरे आपादानम् उपयुज्यते. आपादनम् उपयुज्यते. अत्र वयम् इदानीं दृष्टवन्तः यदा पृथक्त्वस्य भेदस्य निखिलावधिकत्वं नास्ति इति, पूर्वं संयोगस्य अपि विभागस्य अपि निखिलावधिकत्वं नास्ति इति दृष्टवन्तः. परन्तु प्रश्नः इदानीम् अस्ति चेत् अस्ति विश्वे निखिलावधिकत्वं कस्यापि नास्ति, निखिलावधिकत्वं न भवति एव. कस्यचित् अपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति अपि, तदपि वदति. परन्तु पूर्वपक्षिणः वा सिद्धान्तिनः वा तस्य विचारस्य प्रतिपादनार्थं, विचारम् इत्युक्ते पृथक्त्वभेदयोः भेदः अस्ति वा तयोः मध्ये इति विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् इति विषयस्य आरोपणीयं कृतवन्तः इति एव किल भगिनि. सत्यं. तस्य च निखिलावधिकत्वस्य सम्प्रति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासावसरे आपादनम् उपयुज्यते. भेदः एव पृथक्त्वम् इति यदा नवीननैयायिकः वदति तस्य आक्षेपस्य निरासा अवसरे आपादनम् इत्युक्ते तत्र क्लेम् इति वदामः तदेव. निरासा अवसरे क्लेम्. ओके. आक्षेपस्य निरासा अवसरे आपादनम् उपयुज्यते. आपादनम् ते एतद् उपयुज्यते निखिलावधिकत्वम् इति विषयस्य विषयम् उपयुज्य भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासं कुर्वन्तः. निरासम् इत्युक्ते किम्? निराशक्षन् इति किल. सत्यं. तस्य खण्डनम् इत्युक्ते तस्य निराकृतिः खलु. आक्षेपः नास्ति इत्युक्ते भेदः एव पृथक्त्वम् इति नवीननैयायिकैः उच्यते. तत्र भेदः पृथक्त्वम् इति पदार्थद्वयं मास्तु, एकमेव एकः एव पदार्थः इति. तादृश आक्षेपः तत्र असमीचीनं तद् मास्तु इति इदानीं वयं पठितवन्तः. इदानीम् अस्माकं प्रसङ्गः तदेव अस्ति खलु. तर्हि तत्र आक्षेपस्य निराशः यदस्ति तस्मिन् सन्दर्भे एतस्य उपयोगं कृतवन्तः इति तावदेव. अग्रे किञ्चित् भिन्नविषयः. यदा अस्माकं कक्षा तत्र न्यायवर्ग मूलकक्षा आसीत् तेषु दिनेषु तत्र प्रश्नः आगतः तत्र परमाणु विषये. तर्हि परमाणोः स्तरे तत्र तादृशनिखिलावधिकत्वं भवति वा इति प्रश्नः आगतः. तस्य विषये किञ्चित् उक्त्वा महोदयः अग्रे तत्र पृथक्त्वभेदविषये वदति. तर्हि तदपि किञ्चित् पठामः. पठामि वा भगिनि? तस्मात् पूर्वं किन्तु प्रश्नः उदेति यत् परमाणोः का गतिः? पृथक्त्वं तत्रैव न भवति किल यत्र अवयव अवयविनोः सम्बन्धः. परमाणुः स अवयवः नास्ति. तर्हि यः परमाणुः एकाकी अस्ति, यः परमाणुः स्वयं कस्यचिदपि अन्यस्य भागः नास्ति, तादृशपरमाणौ विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात्। इदानीं नूतनप्रश्नः अस्ति, परमाणुः निखिलावधिकत्वं भवति वा न वा इति। पृथक्त्वं तत्रैव न भवति किल यत्र अवयव अवयविनोः सम्बन्धः। आम्, यदा कपालघटयोः अवयव अवयविनोः सम्बन्धः अस्ति तत्र पृथक्त्वं न भवति, भिन्नदेशे स्तः एव तस् पृथक्त्वस्य पृथक्त्वं भवति। परमाणुः स अवयवः नास्ति। स अवयवः इत्युक्ते अवयवेन सह, परमाणुः अवयवः अवयवेन सह नास्ति। आम्, तर्हि यः परमाणुः एकाकी अस्ति, इत्युक्ते तत् यः परमाणुः स्वयं कस्यचिदपि अन्यस्य भागः नास्ति, तद् अवयवः नास्ति, अन्यद्रव्यस्य अवयवः नास्ति यः परमाणुः, तस्य तादृशपरमाणौ विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात्। आम्, यदा परमाणुः एकाकी अस्ति चेत् तत् परमाणौ विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात् इति अस्ति। आम्, इत्युक्ते तत्र प्रश्नः उदेति खलु, इत्युक्ते तत्र तादृशपरमाणुः यः अस्ति यः कस्यापि अन्य पदा अन्यद्रव्यस्य वा भागः इति नास्ति, तस्य कस्यापि भागं न वहति, तादृशपरमाणुः एकाकी अस्ति इति कृत्वा तस्मिन् निखिलावधिकत्वम् अस्ति वा? इत्युक्ते प्रथमं तु परमाणोः अवयवः इति नास्ति खलु, चरम अवयवः एव परमाणुः अस्ति, तर्हि तस्य अवयवः नास्ति, स्वयमपि अन्य द्रव्यस्य अवयवः इति नास्ति चेत् तादृशस्थित्याम्, इत्युक्ते यदा एकाकी भूत्वा तिष्ठति परमाणुः, तदा तस्य निखिलावधिकत्वं स्यात् इति इदानीं प्रश्नः। प्रश्नः अवगतः वा? प्रश्नः अवगतः। अस्तु, अनुमानेन एव यदा अस्ति चेत् निखिलावधिकत्वं स्यात् इति। अनुमानेन इति न, तादृशपरमाणुः अस्ति चेत् तस्य निखिलावधिकत्वं भवति खलु इति, इत्युक्ते तत्र तदेव वयम् इदानीम् उक्तवन्तः खलु, यस्य पृथक्त्वम् इति पृथक्त्वस्य अनेकावधिकत्वं निखिलावधिकत्वं नास्ति, यतोहि पृथक्त्वस्य आश्रयः यः अस्ति तस्य अवयवः अस्ति, अवयवेषु तु पृथक्त्वं पृथक्त्वस्य अवधिः नास्ति, अवधित्वं नास्ति इति कृत्वा तत्र निखिलावधिकत्वं निखिलावधिकः नास्ति, पृथक्त्वम् अनेकावधिकः इति वयम् उक्तवन्तः। तर्हि इदानीं परमाणुस्तरे यदा वयं पश्यामः तस्य अवयवः नास्ति, सः स्वयमपि कस्यापि अन्यस्य पदार्थस्य अवयवः इति नास्ति, तादृशस्थित्यां परमाणुः तिष्ठति चेत् तस्य निखिलावधिकत्वं भवति खलु इति प्रश्नः। पूर्वं विद्याधर्याम् अवलोकितं यत् एकः पाषाणः द्विधा खण्डितः, तयोः शकलयोः क एवं ख इति संज्ञा कृता, ततः ख शकलस्य द्वे शकले साधिते, तयोः क्रमेण घ एवं घ इति संज्ञा कृते, तयोः अपि घ शकलं गृहीत्वा तस्य द्वे शकले, तयोः अपि शकलम् एकम् आदाय द्वे शकले इति एवंविध शकल परम्परा कुत्रचित् स्थगनीया। कोऽर्थः? एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति, तच्चर्मं शकलमेव परमाणुः इति उच्यते। एतद्वयं पुस्तके पठितवन्तः, यदा पाषाणः द्विविधा खण्डितः चेत् तस्य क्रमः एतद्भवति इति। अन्तिमे वयं यदा एतादृशं शकलं स्वीकर्तव्यं, पुनः शकलमेव तस्य खण्डनमेव यदा न भवति तत् तच्चर्मं शकलमेव परमाणुः इति उच्यते. बहु लघु अस्ति, न्यूनातिन्यूनं तद् एव परमाणुः इति उच्यते. अग्रे भगिनि. अनेन परमाणुः पाषाणः वदते चेत् किं पाषाणः इत्युक्ते शिलाखण्डः. शिलाखण्डः तथैव सम्यक् अस्तु. अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् अवयव अवयविनोः परम्परायाम् एव. तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः. किमर्थम् इत्युक्तौ द्वि अणुकं स अवयवम् इत्यादि अनुमानम् अस्ति. न्यायशास्त्रे परमाणुविषये तद् घटितः अवयवी भवति एव. यस्मिन् देशे परमाणुः अस्ति तद्देशे परमाणुद्वयजनितं द्वयाणुकमपि अस्ति. इदानीं परमाणोः अस्तित्वं कथं सिद्ध्यति इति, अवयव अवयविनोः परम्परायाम् एव. इत्युक्ते परमाणोः अपि अवयव अवयविनोः अस्ति इति वा? न, तत्र परमाणोः अस्तित्वम् इत्युक्ते परमाणुः अस्ति इति वयं कथं वक्तुं शक्नुमः? अस्ति यतोहि परमाणोः इत्युक्ते परमाणुः स्वयं प्रत्यक्षं नास्ति खलु. तर्हि तस्य अनुमानेनैव तस्य अस्तित्वं वयं वक्तुं शक्नुमः. तर्हि अनुमानं कथा भवति इत्युक्ते यदा सः कस्यापि अन्यस्य अवयवः इति भवति चेदेव वयं परमाणुः अस्ति, परमाणोः अस्तित्वम् इति साधयितुं शक्नुमः. तर्हि तथा इदानीं वदतु भगिनि. तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवः अवयवी उत्पन्ना. यदा तद् कस्यचित् अपि पदार्थस्य अवयवः न भवति चेत् अवयवी न भवति चेत् अवयवः भवति चेत् कोऽपि अवयवी न उत्पन्नः. आम्, कपालः गतः. आम्, किमपि न उत्पन्नः तदा वयं परमाणुविषये न वक्तुं शक्यते. आम्, किमर्थम् इत्युक्तौ द्वयणुकं सावयवम् इत्यादि अनुमानम् अस्ति. त्रयणुकात् आरभ्य एव प्रत्यक्षं किल, इत्युक्ते द्वयणुकं सावयवम् एतत् अनुमानमेव. न्यायशास्त्रे परमाणुविषये तद् घटितः अवयवी भवति एव. परमाणुविषये तद् घटितः अवयवी भवति एव इत्युक्ते परमाणुः अवयवीरूपेण भवति एव इति किल? सत्यं. यस्मिन् देशे परमाणुः अस्ति तद् देशे परमाणु द्वयजनितं द्वयणुकमपि अस्ति. आम्, यदा परमाणुः अस्ति इति वयं स्वीकुर्मः चेत् तत्र द्वयणुकमपि अस्ति इत्युक्ते परमाणुद्वयमपि अस्ति इति वयं स्वीकुर्मः इति अपि. इत्युक्ते परमाणुद्वयणुकम् अस्ति इत्युक्ते किम्? द्वयणुकम् इत्युक्ते परमाणुद्वयं. द्वयणुकम् इत्युक्ते केवलं परमाणुद्वयम् इति नास्ति खलु, परमाणुद्वयम् अपि च तयोः मध्ये संयोगः सम्बन्धः अपि अस्ति. तर्हि तत्र तयोः मध्ये कश्चन सम्बन्धः अपि अस्ति येन द्वयणुकम् इति भवति खलु. तर्हि तत्र हा तद् तदर्थमेव तत्र परमाणुद्वये जनितमिति अस्ति. परमाणु द्वयं मिलित्वा तत्र द्वयणुकम् इति भवति इति जनितम्. अग्रे भगिनि पठामि. पूर्वमपि विचारितं यत् यद् अत्यन्तं सूक्ष्मं दृश्यते त्रयणुकं, तत् सा अवयवम् इति साधकम् अनुमानम् अस्ति. तस्यापि अवयवः द्वयणुकं सा अवयवम् इति अनुमानेन परमाणुः सिद्ध्यति. अतः यादृशपरमाणौ द्वयणुकं न एव उत्पन्नं तादृशः परमाणुः न सिद्ध्यति एव तावान् सङ्कोचः अस्ति. यदा आवश्यकं तदेव सिद्ध्यति, अनावश्यकं न सिद्ध्यति. प्रमाणस्य एतादृशी मर्यादा. अत्यन्तं सूक्ष्मं दृश्यते, पूर्वमपि जातं यत् अत्यन्तं सूक्ष्मं दृश्यते त्रयणुकं, तत् सा अवयवम् इति साधकम् अनुमानम् अस्ति. यदा अत्यन्तं सूक्ष्मं परमाणुः दृश्यते इत्युक्ते त्रयाणुकात् आरभ्य एव दृश्यते किल भगिनि? भगिनि एव मध्ये मध्यमपरिमाणम् इति भवति खलु. मध्ये भवत्याः ध्वनिः तुटितः. हो इदानीं वा? इदानीमपि किञ्चित् गत्वा गत्वा एव आगच्छति. ओ न जानामि तत्र. इदानीं सम्यक्. अस्तु अस्तु, तर्हि अत्रैव स्थित्वा वदामि. तदेव तत्र मध्यमपरिमाणम् इति अपि आवश्यकं खलु. तत्र यदा वयं पूर्वं वयं दृष्टवन्तः तत्र परममहत्परमाणं परिमाणं परमाणुपरिमाणम् इति सर्वं, तत्र यदा मध्यमपरिमाणम् अस्ति तदा एव तत्र तस्य प्रत्यक्षं भवति. तर्हि त्रयणुकात् आरभ्य एव तादृशप्रत्यक्षं भवति खलु. तत् पूर्वं यद्वयणुकं परमाणुः इति वदामः तत् सर्वम् अनुमानेन एव वक्तुं शक्नुमः. तस्यापि अवयवः द्वयणुकं सा अवयवम् इति अनुमानेन परमाणुः सिद्ध्यते. तस्यापि तदेव भवती उक्तवती इदानीम्. अतः यादृशपरमाणौ द्वयणुकं न एव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव तावान् सङ्कोचः अस्ति. यदा द्वयणुकमेव परमाणौ न उत्पन्नं तत्र तादृशपरमाणुः न सिद्ध्यति एव. इत्युक्ते यदा परमाणुः अस्ति तत्र द्वयणुकम् इति उत्पन्नमेव तद् एकः द्वयणुकात् किं वदामः एक अणुकम् इति नास्ति एव इति वा? इत्युक्ते तत्र इत्युक्ते तत्र लाघवम् इति अस्ति खलु. तर्हि तत्र त्रयणुकात् त्रयणुकम् अस्ति तस्य प्रत्यक्षं भवति इति कृत्वा अनुमानेन द्वयणुकम् अस्ति परमाणुः इति वयं स्वीकुर्मः. तर्हि यत्र तादृश आवश्यकता नास्ति इत्युक्ते तादृशी आवश्यकता नास्ति इत्युक्ते यत्र त्रयणुकम् अस्ति तर्हि तस्मात् कारणात् तत्र द्वयणुकं स्यात् परमाणुः स्यात् इत्यादयः चिन्तनस्य आवश्यकता नास्ति. तत्र परमाणुः द्वयणुकम् इति नास्ति एव इति तत्र तदेव सङ्कोचः इत्युक्ते लाघवं. यत्र यत्र आवश्यकता अस्ति तत्र एव प्रमाणस्य आवश्यकता. यत्र तादृश आवश्यकता नास्ति तत्र प्रमाणस्य आवश्यकता एव नास्ति. इति कृत्वा तदेव मर्यादा इत्युक्ते तत्र यत्र आवश्यक यत्र आवश्यकता तत्र एव स्वीकृतं, यत्र न आवश्यकं तत्र एतादृश प्रमाणं प्रमाणस्य अपेक्षा नास्ति खलु. आहत्य परमाणुः एकाकी न भवति यतोहि तादृशपरमाणुः कृते प्रमाणं नास्ति. परमाणुः साक्षात् न सिद्ध्यति. परमाणुसाधकं किम् अस्ति इति चेत् द्वयणुकं स अवयवम् इति. अतः द्वयणुक अवयवत्वेन एवम् अयं परमाणुः प्रमाणितः. तस्मात् यस्मिन् परमाणु द्वयणुकं नास्ति तादृशपरमाणुः न एव सिद्धः. तदर्थः यः कोऽपि परमाणुः भवति तस्य अवश्यं कश्चन अवयवी अस्ति. तत्र च तद् अवधिकं पृथक्त्वं नास्ति. अतः परमाणुविषये अपि पृथक्त्वस्य अनेक अवधिकत्वं न तु निखिल अवधिकत्वम्. सारांशरूपेण एतदेव पुनः परमाणुः एकाकी न भवति. किमर्थम् इत्युक्ते तादृशपरमाणुः कृते प्रमाणं नास्ति इति. प्रथमं परमाणुः तत् साक्षात् न सिद्ध्यति. परमाणुसाधकं किम् अस्ति इति चेत् द्वयणुकं स अवयवम् इति. परमाणुः साक्षात् कदापि न सिद्ध्यति, तस्य द्वयणुकं स अवयवम् इति आवश्यकं परमाणुसाधनार्थम्. अतः द्वयणुक अवयवत्वेन एव अयं परमाणुः प्रमाणितः. परमाणुप्रमाणेन द्वयणुक अवयवम् आवश्यकम् इति. अनन्तरं तस्मात् यस्मिन् परमाणु द्वयणुकं नास्ति तादृशपरमाणुः न एव सिद्धः. तदेव पुनः एकवारं, द्वयणुकं नास्ति चेत् तस्य परमाणुः न एव सिद्ध्यति इति. कोऽपि परमाणुः भवति चेत् तस्य कश्चन अवयवी अवश्यं भवति. तत्र च तद् अवधिकं पृथक्त्वं नास्ति. आम्, यदा अवयवी भवति चेत् पृथक्त्वं तद् अवधिकं पृथक्त्वं न भवति. अतः तस्यापि परमाणुः विषये अपि अनेक अवधिकत्वम् एव भवति, निखिल अवधिकत्वं नास्ति. सम्यक्, तर्हि एतावत्पर्यन्तं स्पष्टः स्यात् सर्वं. भगिनी, प्रश्नद्वयमस्ति अवगमनार्थं. परमाणुविषये अत्र यद्विषयं दत्तमस्ति तत् अवगतं, किन्तु अनवयवी पदार्थाः आकाशादयः अपि अस्ति किल, केवलं परमाणु इति नास्ति. तेषां विषये किं चिन्तनं? तत्र आकाश इत्युक्ते भवान् तत्र आकाशः पृथक् इति वा? हा, अत्र परमाणुविषये किं लिखितं, निखिलावधिकत्वम् अस्ति वा न वा इति चिन्तनम् आसीत्. किन्तु तत्र किं निश्चितं, परमाणु इति एकाकी इति रूपेण न वर्तते, अतः तादृशचिन्तनं मास्तु इति. किन्तु आकाशः अस्ति, तत्तु एकाकी एव. आकाशः आकाशे निखिलावधिकत्वम् अस्ति वा? आकाशे निखिलावधिकत्वम् इति नास्ति खलु, तर्हि आकाशस्य सारि आकाशस्य निखिलावधिकत्वम् अस्ति वा? न, पुनः आकाशः इति कश्चन द्रव्यं खलु, द्रव्यस्य निखिलावधिकत्वम् इति नास्ति. द्रव्ये विद्यमानं यदा भेदः वा भवतु अथवा पृथक्त्वम् इति भवतु, तस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्नः खलु. तर्हि कः भेदः भगिनी? न आकाशः इति पृथक्त्वम् इति पृथक्त्वम् इति गुणः खलु, गुणस्य एव इदानीं निखिलावधिकत्वम् अवधिः इति विषयः तु पृथक्त्वस्य एव अवधिः अस्ति खलु, न तु न तु द्रव्यस्य. आम् अस्तु अस्तु भगिनि. आम् तर्हि प्रथमम् इदानीम् अस्माकं चिन्तनीयमस्ति आकाशे पृथक्त्वम् इति गुणः अस्ति वा इति. आम् सम्यक्. तत्र किं चिन्तनम् इदानीं भवतः चिन्तनं किम्? आकाशस्य पृथक्त्वम् अस्ति एव किल. तर्हि आकाशः अहमपि किञ्चित् चिन्तनीयमस्ति मयापि. तर्हि आकाशः कालात् पृथक् इति वा, आकाशः घटात् पृथक् इति वा? अन्यत् अन्यानि सर्वाणि वस्तूनि आकाशः पृथक् एव. सत्यं, तत्र पृथक्त्वम् इति गुणः तु सर्वद्रव्यवृत्ति सर्वद्रव्यवृत्ति एव. हा, अतः आकाशे पृथक्त्वम् अस्ति. आकाशे पृथक्त्वम् अस्ति सत्यं, परन्तु तत् पृथक् अवधिः आकाशे अहं किञ्चित् चिन्तयामि भगिनि. आकाशे पृथक्त्वम् अस्ति, तत् पृथक्त्वस्य आकाशपृथक्त्वस्य नियता अवधिकत्वमपि अस्ति. किन्तु पृथक्त्वस्य नियतावधिकत्वम् अस्ति सत्यम्, यतोहि तत्र नियतावधिकत्वम् अस्ति. अनन्तरं निखिलावधिकत्वं नास्ति. निखिलावधिकत्वम् अस्ति वा न वा इति चिन्तनसमये पूर्वं किं युक्तिः दत्तं घटविषये, घटः कपालात् पृथक् न इति. घटः कपालात् पृथक् न, अतः घटस्य निखिलावधिकत्वं घटत्व घटपृथक्त्वस्य निखिलावधिकत्वं नास्ति इति. किमर्थम् इत्युक्ते तत् घटः सावयवम्, अतः तदेव अस्माकं युक्तिः. सत्यं, तत् युक्तिम् उपयुज्य वयं साधितवन्तः पृथक्त्वस्य निखिलावधिकत्वं नास्ति, घटपृथक्त्वस्य निखिला अवधिकत्वं नास्ति इति. इदानीम् आकाशपृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा न वा इति चिन्तनसमये आकाशस्य अवयवः नास्ति एव, अतः तस्य निखिलावधिकत्वम् अस्ति इति वक्तुं शक्यते किल. तत्र प्रश्नः समीचीनः महोदय. अत्र अहं चिन्तयामि अग्रे एतत् सर्वम् आगच्छति इति, इत्युक्ते तत्र मूर्तद्रव्यं विभुद्रव्यम् इति प्रसङ्गे अपि किञ्चित् आगच्छति. एवं कुर्मः, तत्र एषः भागः प्रायः कक्षा इतोपि कक्षात्रयं वा तत् चतुष्टयं वा आवश्यकम् इति चिन्तयामि. तत् समाप्य तदनन्तरम् एतत् प्रश्नः, हा इत्युक्ते तस्य समाधानं भवान् न तादृशपर्यन्तं न प्राप्तं चेत् समाधानं तदा तत्र चर्चां कुर्मः. किमर्थं चेत् आगच्छतिः मूर्तविभुसंयोगापत्तिः अस्ति अग्रे अस्ति. हा हा हा हा प्रायः अस्ति तत्र किञ्चित् आगच्छति इति एव अहमपि चिन्तयामि. तत्र मम स्मरणमपि तथैव अस्ति एतत् सर्वम् अग्रे आगच्छति इति. तर्हि किञ्चित् तत्सर्वम् इत्युक्ते क्रमेण गच्छामः चेत् अस्माकं कृते अपि किञ्चित् अवगमने तत्र तादृशक्लेशः न भवति इति कृत्वा तत्सर्वं कुर्मः. कृत्वा तदनन्तरं प्रश्नः अस्ति चेत् निश्चयेन चर्चां कुर्मः. सम्यक् वा? अस्तु, सम्यक् भगिनि. तत् तु एकः प्रश्नः. अन्य एकः प्रश्नः अस्ति पृथक्त्वभेदयोः इतोपि सम्यक् अवगमनार्थं भेदस्य विषये वयं कीदृश उदाहरणानि स्वीकुर्मः घटः पटाद् भिन्नः इति किल. चिन्तयतु, इदानीं घटद्वयमस्ति, एकः तु घटद्वयमस्ति इति चिन्तयतु. एकघटः, एकघटं तु बृहत्, अन्यघटं तु किं वदति स्माल् इत्युक्ते कृषि एव इति वयं चिन्तयामः. लघु लघु, एकः घटः तु लघु, अन्यः घटः तु बृहत् इति वयं चिन्तयामः. तयोः घटयोः मध्ये पृथक्त्वम् अस्ति वा, भेदः अस्ति वा? भवान् किं चिन्तयति इदानीम्? तर्हि प्रथमं पृथक्त्वविषये चिन्तयामः खलु. पृथक्त्वम् इति कुत्र भवति? पृथक्त्वं, पृथक्त्वम् इति सामान्यमस्ति, पृथक्त्वम् इति सामान्यं, न न, पृथक्त्वम् इति गुणः खलु, न तु सामान्य. पृथक्, आम् आम् आम्, पृथक्त्वम् इति गुणः, आम्, पृथक्त्वम् इति गुणः द्रव्ये अस्ति. न, तत् समीचीनं. समानसजातीयद्रव्ये अपि, सजातीव सजातीयद्रव्ये अपि तत् भवति. सत्यं, परन्तु पृथक्त्वस्य विवरणं यदा कृतवन्तः तदा वयं किम् उक्तवन्तः, तत्र कपालः घटः इति, इत्युक्ते कपालः घट घटस्य अवयवः यः कपालः इति पृथक् न इति नास्ति. किमर्थम्? तत् भिन्नस्थले न भवति इति. हा, भिन्नदेशव्याप्तित्वं नास्ति, पृथगाश्रयाश्रितत्वं नास्ति इति कृत्वा तयोः मध्ये पृथक् इत्युक्ते ते पृथक् इति वक्तुं न शक्नुमः खलु, इत्युक्ते कपालः घटात् पृथक् इति वक्तुं न शक्नुमः. इदानीं बृहद्घटः इति एकमस्ति, लघुघटः अथवा ए घटः बि घटः इति स्वीकुर्मः. हा, भिन्नस्थले अस्ति, तस्य आश्रयः अपि पृथक् अस्ति खलु, पृथकाश्रय आश्रितः अस्ति खलु द्वयमपि. आम्, यदा लघु, यदा वयम् आरम्भे तत्र यदा लघुघटं बृहद्घटे अन्तर्न भवति चेत् पृथक् अस्ति, चिन्ता मास्तु. तदापि तत्र, हा, इत्युक्ते परमाणु द्विपरमाणु तु एकं सम्यक् अस्ति न, भगिनि एकक्षणं, तत्र परमाणुविषये नास्ति चिन्ता. तत्र तत्र आरम्भे वयम् एकम् उदाहरणं दृष्टवन्तः महोदय, स्मरति वा? तत्र पक्षी, वृक्षे पक्षी अस्ति इति वयं दृष्टवन्तः. वर्गे नास्ति, अहम् इदानीमेव योजितम्. हा हा हा, चिन्ता नास्ति. तर्हि तत्र पक्षी वृक्षे अस्ति चेत् मम, यदा भवान् उक्तवान् महोदय, भगिनी वदति, शृणोतु. तत्र यदा वयं, भवान् उक्तवान् लघुघटः बृहद्घटे अन्तर्भूतः इति, तद्वत् वृक्षे पक्षिः पक्षी अस्ति चेत् तत्र पक्षी कुत्र, पक्षेः आश्रयः कः? वृक्षः. वृक्षः इति अधिकरणम् अस्ति, परन्तु तस्य आश्रयः कः? पक्षी, पक्षेः आश्रयः तस्य अवयवः खलु. आम्, अपि च वृक्षस्य आश्रयः स्वस्य, वृक्षस्य अवयवः. हा हा, तर्हि तयोः मध्ये पृथगाश्रय आश्रितत्वम् अस्ति. आम् आम्, अस्ति अस्ति. तदर्थमेव तयोः मध्ये संयोगः सम्भवति. पृथगाश्रय आश्रितत्वं यत्र अस्ति तत्र एव संयोगः भवति इत्यपि अस्माभिः पूर्वं दृष्टम्. तद्वत् लघुघटः बृहद्घटः इति अस्ति चेत् यद्यपि लघुघटः बृहद्घटे अस्ति द्वयोः अपि पृथगाश्रय आश्रितत्वम् अस्ति इति कृत्वा एव तत्र यदा लघुघटः बृहद्घटे अस्ति तत्र तयोः मध्ये सम्बन्धः कः? संयोगः एव खलु, न तु समवायः अथवा भिन्नसम्बन्धः. किमर्थं संयोगः अस्ति? यतोहि पृथकाश्रय आश्रितत्वम् अस्ति. तर्हि तयोः मध्ये पृथक्त्वं तु भवति एव. इत्युक्ते तत्र लघुघटः पृथक् बृहत् बृहद्घटात् पृथक् इति वक्तुं शक्नुमः. इदानीं भेदः इति भेदः इति चिन्तयामः चेत् तत्रापि पश्यतु, भेदः इति यदा वदामः तत्र प्रतियोगी इति तत्र घटभेदः घटं विहाय प्रतियोगिनं विहाय सर्वत्र अस्ति खलु. तर्हि लघुघटस्य लघुघटभेदः इति वदामः चेत् तस्य प्रतियोगी कः? लघुघटः एव खलु. तद्वत् बृहद्घटस्य बृहद्घटभेदः अस्ति चेत् तस्य प्रतियोगी बृहद्घटः एव. तर्हि भेदः अपि वर्तते एव. भेदः अपि वर्तते. अवगतं भगिनि. घटघटयोः मध्ये पृथक्त्वमपि अस्ति, भेदः अपि अस्ति. सत्यम्. किन्तु अत्र करपत्रे किं साधितम् इत्युक्ते महा तत्र व्यवहारे अपि तथैव भवति खलु महोदय. इत्युक्ते अहम् अपि महिला अस्मि, रामप्रिया अपि भगिनी अपि महिला. इत्युक्ते तत्र अस्माकं मध्ये भेदः नास्ति इति नास्ति खलु. आम् आम् सत्यमेव. तद्वत् एव खलु, घटद्वयम् अस्ति चेदपि एकः घटः तु अन्यघटात् भिन्नः एव नितराम्. आम् आम् आं भगिनि. किन्तु अत्र अत्र पुटे किं साधितं? पृथक्त्वं भेदात् भिन्नम् इति तावत्पर्यन्तं न साधितम्. अवधिविषये चिन्तनं कृत्वा यद्यपि द्वयोः नियतावधिकत्वम् अस्ति, निखिलावधिकत्वमपि नास्ति, किन्तु अनेकावधिकत्वविषये पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, भेदस्य एकावधिकत्वं तत्तु प्रतियोगी एव. अतः पृथक्त्वं भेदात् पृथक् इति, पृथक्त्वं भेदात् भिन्नम् इति. इत्युक्ते तदेव अस्माकं अन्ततो गत्वा अस्माकं लक्ष्यम् इष्टं तद् इष्टं तदेव अस्ति. इत्युक्ते लक्ष्यमपि तदेव अस्ति. इत्युक्ते तत्र भेदः पृथक्त्वम् इति, भेदः एव पृथक्त्वम् इति नास्ति इति एव साधनीयम् अस्माभिः. तर्हि तदेव लक्ष्यं. मार्गः एव भिन्नभिन्नमार्गः अस्ति. अवधिः इति एकं तत्र एतत् सर्वं किमर्थम् आगच्छति इत्युक्ते तत्र पुस्तके वयम् आरम्भे तद् एकवारं पठितवन्तः. एकः परिच्छेदः अस्ति यत्र निखिलावधिकत्वं नियतावधिकत्वं संयोगस्य कर्मजः संयोगः इति संयोगविषये तत्सर्वम् उपयुज्य महोदयेन तत्र देवदत्तपाटील् महोदयेन तत्र एतत् सर्वं साधितवान्. परन्तु अस्माकं अवगमनसौकर्याय तत्र स्वरूप् महोदयेन एतत् करपत्रं निर्मितं, येन वयं तत्सर्वं किञ्चित् सुलभतया अवगन्तुं शक्नुमः तावदेव. अस्तु भगिनि, महान् धन्यवादः. अस्तु, चिन्ता नास्ति महोदय. सुनील् महोदय, भवान् पठति वा अग्रे पृथक्त्वस्य अवच्छेदकः कः? पृथक्त्वस्य अवच्छेदकः कः? भेदस्य च अवच्छेदकः कः? पूर्वमुक्तं यत् पृथक्त्वं गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण. पृथक्त्वगुणः घटे इति चेत् पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन. अतः घटविशिष्टपृथक्त्वं तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं मठे विद्यमानपृथक्त्वात् च भिन्नं अपि च घटे विद्यमानपृथक्त्वम् एकमेव यतोहि घटविशिष्टं घटे अनेकपृथक्त्वानि न सन्ति घटविशिष्टं पृथक्त्वम् एकमेव अत्र पृथक्त्वस्य अवच्छेदकः कः भेदस्य अवच्छेदकः कः इति प्रश्नः पूर्वं वयं दृष्टवन्तः अत्र यदा पृथक्त्वविषये अथवा इदानीं घटः इति स्वीकुर्मः चेत् घटः अन्य द्रव्याणि सन्ति चेदपि तत्र पृथक्त्वं घटे एव इति वयं दृष्टवन्तः अत्र अतः अत्र पृथक्त्वस्य गुणत्वात् पृथक्त्वम् अवच्छिद्यते इति पृथक्त्वस्य गुणत्वात् किम् अवच्छिद्यते तत्र पुनः एकवारं वदतु महोदय पृथक्त्वम् अवच्छिद्यते पृथक्त्वं कथम् अवच्छिद्यते इत्युक्ते अत्र पटः घटात् पृथक् इति वदामः चेत् अत्र पृथक्त्वं घटे अस्ति अतः अत्र तादृशगुणत्वात् पृथक्त्वम् अवच्छिद्यते इति न न गुणत्वात् इति तत्र किमर्थम् अस्ति पृथक्त्वम् इति गुणः तत्र तत्र सम्पूर्णवाक्यमेकवारं पठतु पूर्वमुक्तं यत् पृथक्त्वस्य गुणत्वात् इत्युक्ते अत्र पृथक्त्वम् इति न महोदय तत्र सम्पूर्णवाक्यं पठतु ओ पूर्वम् उक्तं यत् पृथक्त्वस्य गुणत्वात् पृथक्त्वम् अवच्छिद्यते भिद्यते विशिष्यते तदाश्रयभूतद्रव्येण तर्हि पृथक्त्वं केन भिद्यते ओ अत्र तदा आश्रयभूतद्रव्येण भिद्यते यतोहि पृथक्त्वम् इति गुणः इति अस्ति इति कृत्वा तद्वयं पूर्वं दृष्टवन्तः खलु भवान् स्मरति वा तत्र गुणः गुणेन द्रव्यं भिद्यते अपि च द्रव्येण गुणः भिद्यते आश्रयभूतद्रव्येण गुणः भिद्यते अपि च पृथक्त्वम् इति गुणः अस्ति इति कृत्वा तत्र पृथक्त्वं तदाश्रयभूतद्रव्येण भिद्यते इति सर्वं दृष्टवन्तः स्मरति वा तर्हि इदानीं पृथक्त्वम् इति गुणः इति कृत्वा पृथक्त्वं केन भिद्यते तदाश्रयभूतद्रव्येण भिद्यते इति अत्र इदानीम् अत्र घटेन भिद्यते इति अत्र अस्मिन् उदाहरणे हा इत्युक्ते घटे विद्यमानं पृथक्त्वं घटेन भिद्यते पटे विद्यमानं पृथक्त्वं पटेन भिद्यते पृथक्त्वगुणः घटे अस्ति चेत् घटेन भिद्यते पृथक्त्वगुणं पटे अस्ति चेत् पटेन भिद्यते इति मठे अस्ति चेत् मठेन भिद्यते इति अत्र पृथक्त्वम् एकमेव इति अस्ति तदपि वयं दृष्टवन्तः अत्र इदानीं घटविशिष्टम् अस्ति अत्र घटस्य उदाहरणे अत्र अनेकपृथक्त्वानि न सन्ति घटविशिष्टं पृथक्त्वम् एकमेव इति तत्र पृथक्त्वम् एकमेव इत्युक्ते किम् इत्युक्ते तत्र विश्वे एकमेव पृथक्त्वम् अस्ति इति वा घटस्य विषये वदामः चेत् घटः पटात् पृथक् मठात् पृथक् इति वदामः चेदपि केवलं घटे पृथक्त्वम् एकम् एव भवति इति हा सत्यम् अपि च तत्र भेदस्थले तथा नास्ति खलु तदर्थमेव तत्र पृथक्त्वम् एकमेव इति उक्तं यतोहि घटे एकमेव पृथक्त्वम् अस्ति, परन्तु तस्य भिन्नभिन्न अवधिः तु हा अवधेयः सन्ति तत्र अनेकावधिः इति कृत्वा. परन्तु वेदस्थले घटे भिन्नभिन्नभेदः भेदाः वर्तन्ते खलु, इत्युक्ते तत्र मठभेदः, पुस्तकभेदः, गृहभेदः इति यत्किमपि स्वीकरोतु, तत्र भेदः इति भिन्नभिन्न भेदाः भवन्ति घटे. परन्तु पृथक्त्वम् इति एकमेव अस्ति पुनः घटे. अग्रे पठामि वा? किन्तु भेदः न तथा, भेदः तदाश्रयभूतद्रव्येण न अवच्छिद्यते अपि तु अवधिभेदेन अवच्छिद्यते इति अन्योन्याभावस्य स्वरूपं. घटभेदः पुस्तके, पटे, भूतले इति आश्रयभेदेन न भिद्यते, एक एव घटभेदः सर्वत्र. भेदः विशिष्यते प्रतियोगिना, अतः पटे घटभेदः, पुस्तकभेदः, सङ्गणकभेदः इत्येते त्रयः यद्यपि सर्वे पटे, किन्तु त्रयः भिन्नः भेदाः अवधिभेदात्. इदानीं पुनः तदेव अस्ति अत्र, भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति, अतः भिन्न भिन्नावधयः अपि सन्ति इति. अत्र भिन्न अवधयः सन्ति इति अत्र भेदस्य विषये. ते भिन्न अवधयः इत्युक्ते किम्? एकक्षणं पुष्पा भगिनी, एकक्षणं वदतु महोदय. अत्र प्रतियोगिनं विहाय घटभेदः सर्वत्र सन्ति इति सत्यम्. अतः भेदः प्रतियोगिना विशिष्यते, अनन्तरं घटः पटः न अथवा घटः मठः न इति भिन्नभिन्नद्रव्याणि स्वीकुर्मः चेत् तत्र भेदः घटं विहाय सर्वत्र सन्ति इति. कः भेदः घटं विहाय सर्वत्र सन्ति? घटभेदः घटं विहाय सर्वत्र अस्ति इति सत्यं. तर्हि घटभेदस्य अवधिः कः? घटभेदस्य अवधिः घटः एव. तर्हि अवधिः एकः एव अस्ति खलु? पूर्वं क्षम्यताम्. हा हा, तदर्थमेव मम भ्रमः जातः किञ्चित् भवान् अवगच्छति वा न वा इति. सम्यक्. अहं गृहे अस्मि भगिनि. अस्तु भगिनि, तर्हि भवती एव अग्रे पठतु. अधुना मनसि इदम् अपि ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं भेदस्य अवच्छेदकः कः च इति कथं वक्तव्यं. घटभेदः तस्य प्रतियोगिता घटे विद्यमानतादात्मसम्बन्धेन अवच्छिन्ना. तादात्म अवच्छिन्ना प्रतियोगिता. घटभेदः घटावधिकः नाम घटावच्छिन्नः आहत्य घटत्वावच्छिन्नता तादात्म्य अवच्छिन्न प्रतियोगिताकः अभावः यः घटभेदः तद्वान् पटः अस्तु. मनसि आवां प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं भेदस्थले इति विवरणं करोति. भेदस्य अवच्छेदकः कः अस्ति, कः कथं वक्तव्यम् इति बोधयति. घटभेदः तस्य प्रतियोगिता घटे विद्यमानः तादात्मिकसम्बन्धेन अवच्छिन्ना अस्ति. अवच्छिन्ना एकक्षणं भगिनि, एकक्षणं. घटभेदः तस्य प्रतियोगिता घटे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना इत्युक्ते किम्? घटभेदः घटभेदस्य प्रतियोगिकः इदानीं घटस्य अवयवः घटभेदस्य प्रतियोगिकः घटभेदः तस्य घटभेदस्य प्रतियोगिता न घटभेदस्य प्रतियोगी कः? प्रतियोगीभेदः पटः न घटभेदस्य प्रतियोगी कः? तत्र सुनील् महोदय किञ्चित् सहायं करोति वा? घटभेदस्य प्रतियोगी घटः एव. प्रतियोगिता कुत्र अस्ति? प्रतियोगिता घटे अस्ति न? घटे अस्ति. उत्तमं. तर्हि तस्य प्रतियोगिता घटे, स च प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना भवति? तादात्म्यसम्बन्धेन. हा, इत्युक्ते तत्र घटे विद्यमान तत्र तादात्म्यसम्बन्धः कुत्र अस्ति? तदपि घटे अस्ति खलु? घटे प्रतियोगिता अस्ति, घटे तादात्म्यसम्बन्धः अपि अस्ति. प्रतियोगिता अवच्छिन्ना भवति तादात्म्यसम्बन्धेन. तादात्म्य अवच्छिन्ना प्रतियोगिता. घटभेदः घटावधिकः नाम घट अवच्छिन्न तथैव घटभेदः घटावधिकः. घटभेदः किमर्थं घटावधिकः? घटभेदः घटावधिकः तु अवधिकः तु सर्वे घट विहाय सर्वे द्रव्याणि न तत्र घटभेदः घटं विहाय सर्वत्र अस्ति, परन्तु घटभेदः घटावधिकः इत्युक्ते किं? प्रथमं घटभेदः घटावधिकः नाम घटावच्छिन्नः न भगिनि, अत्र यदस्ति तद् पुनः वदतु. करपत्रं दृष्ट्वा वदति चेत् न कोऽपि लाभः खलु? घटावच्छिन्नः इति अपि अन्यपदमस्ति तत्र. हा, तत्र अनन्तरम् आगच्छेम. तत्र प्रथमं घटभेदः घटावधिकः इत्युक्ते किम्? घटावधिकः तु किल तत्र अवधिः कः प्रथमं? घटः न घटः. सत्यं. तर्हि घटभेदः घटावधिकः इत्युक्ते किम्? घटभेदः घटावधिकः. घटभेदः घटः वा? घटभेदः इत्युक्ते घटः वा? न घटभेदः तत् विहाय सर्वे घटं विहाय सर्वत्र अस्ति सर्वत्र अस्ति घटावधिकः घटे अस्ति घटः एव अवधिः खलु घटावधिकः इत्युक्ते घट अवधिना क्रियते खलु इत्युक्ते घटभेदः इत्युक्ते घटावधिकः इति तदर्थमेव इत्युक्ते घटः एव अवधिः अस्ति घटभेदस्य यः घट अवधिः अस्ति तेन तत्र घटभेदः इति निरूपणं भवति खलु अवधिः अस्ति तत्र घटभेदः अस्ति तत्तु अवच्छिन्नः तत् निरूपणं घटावच्छिन्नम् अवच्छिन्नः न अवच्छिन्नः इत्युक्ते किम् इदानीं सम्यक् अवच्छेद्यते आश्रयः अस्ति न तत्र अवच्छिन्नः इत्युक्ते किम् अवच्छिन्नः सम्यक् अर्थं मम तर्हि तत्र पूर्वस्मिन् वाक्ये प्रतियोगिता घटे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना इति अस्ति खलु इति अस्ति खलु तद्वाक्यं तर्हि अवच्छिन्ना इत्युक्ते किं तादात्म्य अवच्छिन्ना प्रतियोगिता न न भगिनि नूतनपदं मास्तु अवच्छिन्ना इत्युक्ते किं तत्र प्रतियोगिता इति भिन्नविषयः अत्र अवच्छिन्न इत्युक्ते तत्र अस्तु अन्य कोऽपि वक्तुं शक्नोति वा रामप्रिया भगिनी अस्ति वा हरि ओं रामप्रिया भगिनी अस्ति वा श्रूयते वा इदानीं हा हा हा श्रूयते क्षम्यता भिद्यते इति हा उत्तमं तर्हि तत्र घटभेदः घटावधिकः नाम घटावच्छिन्नः इत्युक्ते किम् अपि च द्वितीयं वाक्यमपि तत्र आहत्य घटत्वावच्छिन्नः तत्सर्वं किञ्चित् घटभेदः घट अवधिकः नाम घट अवच्छिन्नः घटात् भिद्यते इति तस्मिन् अवधिकः तत् पदार्थ घटः तस्मात् भिद्यते घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताकः अभावः यः घटभेदः तद्वान् पटः तदेव पूर्णतया अत्र उक्तं घटत्व अवच्छिन्ना भवति घटभेदः तादात्म्यसम्बन्धेन अवच्छिन्ना भवति घटभेदः प्रतियोगिताकः अभावः यः घटभेदः यः घटभेदः तद्वान् पट तत् पटे अस्ति एतत् घटभेदः पटे अस्ति इति उत्तमम् इत्युक्ते घटभेदः पटे अस्ति इत्यस्य न्यायशास्त्ररीत्या वाक्यमस्ति घटत्वावच्छिन्न तादात्म्य तादात्म्यावच्छिन्न प्रतियोगिताकः भावः यः घटभेदः तद्वान् पटः इति पुष्पा भगिनी अवगच्छति वा अवगच्छामि भगिनि तत्तु मनसि न तिष्ठति चिन्ता नास्ति पुनः शृणोतु तत्र ध्वनिमुद्रणमपि तत्र पुनः पुनः श्रवणेन तत्र आगच्छति चिन्ता नास्ति अस्तु तर्हि शुकवन महोदय भवान् अग्रे पठति वा भगिनि तत्पूर्वं तत् अन्तिमवाक्यमस्ति किल घटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताकः अभावः यः घटभेदः तद्वान् पटः तत्र तद्वान् इति पड तद्वत् इत्येव अर्थं किल तद्वान् इति पुल्लिङ्गे आगच्छति तद्वान् पटः इति पटस्य लक्षणं वदति वा सत्यम् इत्युक्ते घटभेदः तादृशघटभेदः पटे अस्ति तद्वान् इत्युक्ते तत्र मतुप् प्रत्ययः खलु वत् इति अधोगमनार्थं, तर्हि तत्र पुल्लिङ्गे यथा भवान् कीदृशघटभेदः अस्ति, घटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता अभावः, यः घटभेदः तद्वान् पटे भेदः अस्ति इति. न तद्वान् पटे इति न, तत् पटे अथवा तद्वान् पटः. तत् पटे अस्तु मतु प्रत्यय. अस्तु भगिनि अनन्तरं पठामि. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. एतावता नूतनपारिभाषिकशब्दः इति भवेत् किल. एतावता नूतनपारिभाषिकशब्दाः सिद्धान्ताश्च यावदपेक्षते विद्याधर्यां प्रदत्त अपेक्षनिरासबोधनार्थं तत्सर्वं साधितम्. अतः तत्सर्वं साधितम् अतः अग्रे साक्षात् लिखितं यत् तत् परिशीलयाम. साक्षात् ओ पुस्तके किं लिखितं तत् परिशीलयामः इति सत्यं. पृथक्त्वं भेदः अवधिः नियतावधिकत्वं निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय अग्रे विद्याधर्यां लिखितान् विचारान् परिशीलयामश्चेत् सौकर्येण बोधः उत्पत्स्येत. पुटे पूर्वं भेद पृथक्तयोः मध्ये किमर्थं तयोः भिन्नभिन्न पदार्थ स्थापनम् इति किमर्थम् इति साधितं. तत् संक्षेपेण अहं वदामि. पृथक्त्वस्य अवच्छेदकम् एकमेव, भेदस्य तु अनेकः. पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति किन्तु भेदस्य अनेक अवधिकत्वं नास्ति इति तयोः मध्ये भेदः स्थापितः. यद्यपि पृथक्त्वस्य भेदयोः मध्ये नियतावधिकत्वं द्वयोः अपि अस्ति, निखिलावधिकत्वं द्वयोः अपि नास्ति, किन्तु अवच्छेदकं पृथक्त्वस्य एकमेव, भेदस्य अनेकम् अपि च पृथक्त्वस्य अनेक अवधिकत्वमस्ति, भेदस्य प्रतियोगी एव, अतः अनेक अवधिकत्वं नास्ति इति साधितं. तत् मनसि स्थित्वा पुस्तके विद्याधर्यां पुस्तके किं दत्तमस्ति तत् वयं पठामः इति अत्र दत्तमस्ति. सम्यक् महोदय. कपालभूतलयोः पृथगाश्रय आश्रितत्वेन कपालभूतलयोः पृथगाश्रय आश्रितत्वेन आम् तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्व अभावात् न तयोः कर्मजसंयोगज संयोग उत्पत्तिः न इति. न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यं तद्दोषताद् अव अवस्थ्यमिति वाच्यम् इति पुस्तके अस्ति. तत् इदानीं विवृणोमि वा अनन्तरं पठामि वा? हा, तत्र प्रथमवाक्यं तत्र यावत्पर्यन्तम् अवगच्छति. प्रथमवाक्यं मया अवगतं, कपालभूतलयोः पृथगाश्रय आश्रितत्वम् अस्ति. कपालः तु कपाले वर्तते, भूतलं तु भूतले वर्तते, अतः तेषां तथा नास्ति खलु. तदा वदामः चेत् कपालघटस्य अपि तथा वक्तुं शक्नुमः, कपालः कपाले वर्तते, घटः घटे वर्तते इति. परन्तु वस्तुतः कपालः कपालस्य अवयवेषु, भूतलः भूतलं न तत्र. अपि च तस्य आश्रय, क्षम्यतां, श्रूयते वा? हा, तत्र कपालः स्वस्य कपालस्य आश्रयः तु स्वस्य अवयवः इति खलु, अथवा स्वस्य अवयवाः. तर्हि तत्र कपालः कपाले इति न, परन्तु कपालः कपालिकायां खलु. कपालः कपाले अपि वर्तते तत् सत्यमेव, परन्तु इदानीम् अस्माकम् आश्रयः इति यदा चिन्तनं प्रवर्तमानमस्ति, अत्र तु कपालस्य पृथगाश्रय आश्रितत्वम् इति यदा वदामः, तत्र आश्रयः अस्ति अवयवः. तर्हि कपालः कपालस्य अवयवेषु. भगिनी क्षम्यतां, सम्यक् न श्रूयते. हा, किमर्थमिति न जानामि. हा, पुनः वदामि, इदानीं श्रूयते वा? हरि ओम्. श्रूयते भगिनि, श्रूयते भगिनि. अस्तु, अहं शृणोमि. मम पार्श्वे क्लेशः इति. हा, चिन्ता नास्ति, पुनः वदामि. क्षम्यता. कपालः कपालः स्वस्य अवयवेषु वर्तते, तद्वत् भूतलः भूतलमपि भूतलस्य अवयवेषु खलु. तर्हि तत्र कपालः कपाले, भूतलं भूतले इति इति इदानीं अस्माकं यत् चिन्तनं प्रवर्तमानमस्ति तत् हा सत्यं. तर्हि कपालभूतलयोः पृथगाश्रय आश्रितत्वम् इत्युक्ते कपालस्य आश्रयः कपालस्य अवयवः. पुनः वदामि, कपालभूतलयोः पृथगाश्रय आश्रितत्वेन इत्युक्ते कपालस्तु कपाल अवयवे वर्तते, कपाल अवयवाः एव कपालस्य आश्रयः. भूतलं तु भूतल अवयवे वर्तते, अतः इत्युक्ते भूतल आश्रये तत् वर्तते, तत् भिन्नः, अतः तेषां मध्ये संयोगः सम्भवार्हः इति घटकपालयोः कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगसम्भवः अपि घटकपालयोः तत्ताविध तथाविधत्वाभावात् किमर्थमित्युक्ते कपालः एव घटस्य अवयवः इत्युक्ते कपालः घटस्य आश्रयः भवति इत्युक्ते घटकपालयोः मध्ये पृथगाश्रय आश्रितत्वं नास्ति. उत्तमम्. इति न तयोः कर्मज संयोगज संयोग उत्पत्तिः इत्युक्ते घटकपालयोः मध्ये संयोगः कदापि न भवति. तत्र संयोगः इत्युक्ते तत्र द्विविधसंयोगः दृष्टं खलु अस्माभिः, कर्मजसंयोगः अपि च संयोगजसंयोगः इति. तत् अहं न पठितवान् भगिनि, किञ्चित् वक्तुं शक्यते वा? हा हा, तत्र हा तत्र इत्युक्ते यदा वयं घटभूतलयोः संयोगः इति वदामः, तर्हि तत्र प्रथमं घटभूतलयोः संयोगः भवति चेत् तत्र कश्चन क्रिया जाता खलु, तत्पूर्वं तत्र कश्चन क्रिया जाता येन घटः अपि च भूतलं तयोः मध्ये संयोगः अभवत्. तदनन्तरं घट इदानीं चिन्तयतु, घटः क्षम्यतां कपालः घटस्य अवयवः इति. तर्हि यदा कपाल तत्र किमपि क्रिया जाता, घटः प्रथमम् एकस्थले अस्ति, तस्मात् निष्कास्य किमपि अन्यस्थले स्थापयामः चेत् तत्र यः भूतलम् अस्ति तेन सह इदानीं संयोगः अभवत्. तर्हि तत्र प्रथमं क्रिया जाता, क्रिया या क्रिया जाता तया क्रियया संयोगः अभवत् खलु. प्रथमं घटः घटभूतलयोः मध्ये संयोगः भवति. तर्हि सः संयोगः अस्ति कर्मजसंयोगः, इत्युक्ते क्रियया सः संयोगः प्राप्तम् इति कृत्वा सत्यं. द्वितीयं तदनन्तरम् इदानीं घटकपालस्य संयोगः भूतलेन सह जातः इति कृत्वा घटस्य संयोगः अपि भूतलेन सह जातः खलु. सः संयोगः अस्ति संयोगजः संयोगः, इत्युक्ते पूर्वं जायमानं संयोगं कारणं भवति नूतनसंयोगस्य. ओ, पूर्वं जायमानः कपाल कपालभूतलयोः मध्ये प्रथमं क्रियया संयोगः जातं, तदा घटभूतलयोः अपि संयोगः जातं, किन्तु तत् संयोगः संयोगेन जातं न तु कर्म क्रियया इति. सत्यं. हा, अवगतं भगिनि. तदेव संयोगः इति. कपालभूतलयोः मध्ये कर्मजसंयोगः, घटभूतलयोः मध्ये संयोगजसंयोगः. सत्यम्. इति तत्र द्विविधसंयोगः अपि घटकपालयोः मध्ये तादृशसंयोगः न सम्भवति. न सम्भवति इत्युक्ते तत्र कर्मजसंयोगः अपि न भवति, संयोगजसंयोगः अपि न सम्भवति इति. आम् आम्. किन्तु एतादृशप्रयासः किमर्थं, घटकपालयोः मध्ये समवायसम्बन्धः एव अस्ति इति वयं दृष्टवन्तः किल. न, किमर्थम् इत्युक्ते तत्र कपालद्वयम् अस्ति खलु, कपालद्वयस्य संयोगेन घटः सम्भवति इति कृत्वा तत्र कपालद्वयस्य संयोगः भवति, तादृशसंयोगेन संयोगजसंयोगः घटकपालयोः मध्ये भवति वा इति प्रश्नः उदेति. तथा न भवति. कपालद्वयस्य संयोगः भवितुम् अर्हति खलु, कपालद्वयस्य संयोगेन इदानीं घटः जातः. तर्हि यत् संयोगः अभवत् क्षम्यतां कपालद्वयस्य, तेन संयोगेन घटकपालयोः मध्ये संयोगः सम्भवति वा इति प्रश्नः उदेति. तर्हि तथा मास्तु, इत्युक्ते कीदृशः अपि संयोगः घटकपालयोः मध्ये न सम्भवति, यतोहि तेषां मध्ये पृथगाश्रयाश्रितत्वं नास्ति इत्येव अत्र सारांशः. कपालयोः मध्ये कर्मजसंयोगः भवति, तादृशसंयोगेन उत्पन्नः घटः तत् घटस्य कपालयोः मध्ये कर्मजसंयोगसंयोगोत्पत्तिः न इति. सत्यम्. अस्तु भगिनि, उत्तमं. तर्हि किन्तु पङ्क्तिद्वयम् अहं मया नावगतं. हा हा हा, द्वितीयवाक्यस्य कृते इतोपि किञ्चित् अधिकं तत्र यन्त्राहारः अपि किञ्चित् अधिकम् आवश्यकं, तदेव अग्रिमपरिच्छेदे अस्ति. तर्हि सुनील् महोदय, भवान् पठति वा? तत् पठित्वा प्रायः अद्य समापयामः. प्रथमं वाक्यमिति वा? हा, प्रथमं वाक्यं स्पष्टं स्यात् तस्मात्. प्रथमं वाक्यं स्पष्टं स्यात्, ततः अग्रे क्रमेण सोपानेन सर्वं प्रतिपाद्यते. द्वितीयवाक्यस्य आकृतिः कीदृशी इति अवलोकनीयं न च गुणरूपस्य तस्य रूपादिवत् नियतावधिकत्वे मानाभावत् कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषदावस्थमिति मिति वाच्यम् अत्र न च इत्यस्य अन्वयः वाच्यमिति शब्देन सह इयं च आकृतिः न्यायशास्त्रे सामान्या यत्र कश्चन दोषः अस्ति स च दोषः न वक्तव्यः इति विवक्षायां न च तदा दोषः तदा अन्ते वाच्यं न च अमुकः दोषः वाच्यम् अतः यत्र न च इति दृश्यते वाक्यस्य आरम्भे तत्र कश्चन दोषः आयाति इति चिन्तयतु तदनन्तरमेव वाच्यम् इयम् आकृतिः न परिचिता चेत् न शब्दस्य अन्वयः अन्यत्र कुत्रापि स्यात् इति भ्रमः स्वाभाविकः किन्तु सावधानतया पठति चेत् न च इति अभिजानाति चेत् वाक्यं दीर्घं चेदपि वाक्यान्ते यदा वाच्यं भवति तत्रैव न च इत्यस्य अन्वयः मनसि अभिज्ञानं स्यात् आहत्य न च इत्यस्मात् वाच्यमिति यावत् इदं वाक्यं सिद्धान्तिनः मध्ये गुणरूपस्य इत्यस्मात् आवश्यकत्वात् इति यावत् अयं भागः पूर्वपक्षिणः मतम् अत्र सारांशेन न च किमर्थम् इति पूर्वस्मिन् वाक्ये किमर्थम् उपयुज्यते इति एव अत्र यदा न च इति पश्यामः तत्र किञ्चित् केवलं वाच्यमेव इति अस्ति इत्युक्ते अत्र किञ्चित् नष्टः भवति इति एव इत्युक्ते अत्र प्रायः दोषः स्यात् परन्तु तत्र वाच्यरूपेण एव स्वीकुर्मः इति सम्पूर्णं न पश्यामः इति सत्यम् इत्युक्ते तत्र तत्र वाक्यस्य शैली कथमस्ति इत्येव अत्र दत्तमस्ति इत्युक्ते तत्र प्रथमं तत्र तस्मिन् यः विषयः अस्ति तदनन्तरं पश्येम परन्तु शैली प्रथमम् अवगच्छामः इति इत्युक्ते यदा तत्र न च इति किमपि अस्ति तदनन्तरम् अन्ते वाच्यम् इति अस्ति चेत् मध्ये यदस्ति तत् वस्तुतः पूर्वपक्षिणः मतमस्ति तद् दोषः इति कृत्वा तथा न वक्तव्यमस्ति इति सिद्धान्तिनः वदति तदेव तादृशवाक्यशैली अस्ति न्यायशास्त्रे इति तर्हि आहत्य यद् सम्पूर्णवाक्यमस्ति तद्वाक्यं सिद्धान्तिनः मतम् अवगतम् अस्तु उत्तमं तर्हि प्रायः अग्रिमपरिच्छेदः अपि पठतु महोदय तत्र समापयामः यतोहि तदनन्तरं किञ्चित् नूतनविषयः आगच्छति पूर्वपक्षी आपादन भगिनी क्षम्यताम् एकः प्रश्नः अस्ति न च वाच्यम् इति यत् दृश्यते तदनन्तरं यत् किमपि पदाः सन्ति तत् पूर्वपक्षिणम् अपि च सिद्धान्तमपि सूचयति वा केवलं पूर्वपक्षिणं पूर्वपक्षिणमपि मध्ये यदस्ति तत्र न च इति आरम्भम् अनन्तरम् अन्तिमपदमस्ति वाच्यमिति वाच्यं हा तत्र परन्तु मध्ये यदस्ति इत्युक्ते न च अपि च वाच्यं तयोः मध्ये यः भागः अस्ति तत् पूर्वपक्षिणः मतम् पूर्वपक्षिणम् अपि च सिद्धान्तमपि तत्र अस्ति वा इति मम प्रश्नः न तदेव वदामि महोदय एकक्षणं तत्र मध्ये यदस्ति तत् पूर्वपक्षिणः मतं सम्पूर्णवाक्यं यदस्ति न आरभ्य वाच्यं पर्यन्तं तत् सिद्धान्तिनः मतम् ओ अस्तु भगिनि, इत्युक्ते तथा न वक्तव्यम् इति यद् उक्तं तद् दोषपूर्णः इति सिद्धान्तिनः साधयति. तत् कथम् इति अग्रे पश्याम. तर्हि तत्र मम प्रश्नः इति किमर्थं न वक्तव्यम् इत्यपि मध्ये दत्तमस्ति वा इति, किमर्थम् एतादृशं न वाच्यम् इति, तत् कारणमपि तत्र दत्त तेषां शैल्यां दत्तमस्ति वा, न तु तद् अनन्तर अन्य वाक्ये तद् भवति वा इति मम प्रश्नः. हा, तद् तत्र दोषः कः इति उक्त्वा अनन्तरं सः वदति, तत्र कारणमपि ददाति. ओ अस्तु, इत्युक्ते द्वयमपि अस्ति तत्र. पूर्वपक्षी आपादनद्वयम् आक्षिपति, गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथमम् आपादनं, भूतलावधिकत्वस्येन तस्यैव कपालाद् अवधिकत्वस्यापि आवश्यकत्वात् इति द्वितीयम् आपादनं. द्वयोः आपादनयोः अनन्तरं सिद्धान्ती उत्तररूपेण वदति तद्दोष दोषधारवत् दोषदादवस्थितमिति न च वाच्यं, तद्दोषदाद अवस्थ्यम् इत्यनेन पुनः तद्दोषः आयाति इति, तदवस्था इत्यनेन पुनः सा एव अवस्था, तस्य अवस्था इदानीमपि पूर्ववत् सः तदवस्थः, तस्य भावः तादवस्थ्यम्. अत्र पूर्वपक्षी आपादनद्वयं प्रदर्शयति इति, अत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावत् इति प्रथमम् आपादनं, द्वितीयमस्ति भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात्. अत्र द्वयोः अनन्तरं तत्र उत्तररूपेण वदति तद्दोषता अदवत्यमिति न च वाच्यं, तत्र अहं न जानामि कथं वदनीयमिति, अत्र केवलं वाक्यद्वयम् अस्ति परन्तु अहं न जानामि तस्य अर्थः. हा हा, तदर्थः वाक्यस्य अर्थः तु अनन्तरम् आगच्छति महोदय. तत्र केवलम् एतदेव वक्तव्यमस्ति यत् तत्र आपादनद्वयम् अस्ति, तदनन्तरं तत्र तस्य उत्तरमपि सिद्धान्ती वदति, इत्युक्ते तत्र पुनः दोषः आयाति. यदा तादृशं वदामः चेत् तत्र यद् वाक्यद्वयम् अथवा भागद्वयम् अस्ति तद् वदामः चेत् तेन यद्दोषं अथवा यः दोषः वयं मास्तु इति उक्तवन्तः तादृशदोषः पुनः आयाति इति. कीदृशदोषः इति यदा वयं तत्र तत्र पूर्वपक्षिणः मतं किम् इति पश्यामः तदा अवगच्छामः. तर्हि एतावत्पर्यन्तं केवलम् एतत् अवगच्छामः चेत् सम्यक् यत् तत्र वाक्यशैली कथमस्ति, तत्र किं किम् अस्ति तत्र वाक्ये, इत्युक्ते प्रथमं पूर्वपक्षिणः मतमस्ति, तस्य आक्षेपः सिद्धान्तिनः करोति इति कुर्वन्ति इति. उत्तमम्, अस्तु, एतावत्पर्यन्तं स्पष्टं स्यात्. पुनः चिन्तयतु, पुनः पठतु एकवारं करपत्रमपि. प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः. अस्तु, धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः.